गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते त्रिपुसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शब्दखण्डे तत्र सामग्र्यः सन्ति शाब्दबोधार्थं प्रथमं तु पदज्ञानं द्वितीयं तु आकाङ्क्षा तृतीयं तु योग्यता चतुर्थं तु सन्निधिः अथवा आसक्तिः इति तत्र गते वर्गे योग्यता बहुत्र चैतन्यस्य चेतनस्य एव इति पाठः अधीतः तत्र नियमाः अधीतः तर्हि मेहुल् महोदय वदति वा नियमः कः इति तर्हि तत्र सामान्यनियमः द्वयं प्रथमतया वयं पठितवन्तः प्रथमतया कर्तरि प्रयोगे कर्ता चेतनः भवेत् इति प्रथमः नियमः तथैव कर्मणि प्रयोगे तृतीय कर्ता तृतीयविभक्त्यां भवेत् अपि च चेतनः भवेत् इति वयं दृष्टवन्तः परन्तु प्रयोगे तु तृतीया एव भवति खलु कर्ता आम् आम् आम् कर्मणि प्रयोगे अपि कर्ता चेतनः एव भवेत् इति नियमः तर्हि उभयत्र कर्ता चेतनः भवेत् इति नियमः इति नियमः चेतनः भवेत् इति वयं पठितवन्तः परन्तु अत्र अपि च केचन धातवः तर्हि अत्र अपवादरूपेण अस्ति केचन धातवः इत्युक्ते भूवादि धातवः यस्मिन् यद्यपि चेतनः नास्ति तथापि अचेतनः कर्ता अस्ति चेत् योग्यता अस्ति एव इति अपवादरूपेण वयं दृष्टवन्तः तर्हि तृतीयः नियमः यद् वयं पठितवन्तः तत्र सामान्यतया अकर्मकधातवः ये सन्ति तेषां कर्मत्व अपेक्ष न अपेक्षन्ते परन्तु अत्र ज्ञा अपि च इष् एतादृश अकर्मकधातुषु अत्र द्वितीयान्तं पदम् अपेक्षन्ते ते ते तत्र तेषां प्रयोगे द्वितीयान्तं पदम् अपेक्षन्ते इति अपि नियमः भवति इति वयं दृष्टवन्तः इत्युक्ते भवितुमर्हति इति यद्यपि स्वरूपेण ते अकर्मकाः तत्र द्वितीयान्तपदं भवत्येव इति अस्तु बहु उत्तमं महोदय महोदय इदानीम् एतादृशं वक्तुं शक्यते इति वदतु कर्तृवाचकपदं छेदनः वा भवेत् कर्तरिप्रयोगे अस्य अपवादत्वेन भू अस् धातुतः अचेतनस्यापि कर्तृपदं भवति इति उत्तमं समीचीनम् इतोपि कर्मणि प्रयोगे तृतीयान्तं कर्तृवाचकपदं भवेत् अस्य अपवादत्वेन केषाञ्चन अकर्मः एकनिमिषं कर्मणि प्रयोगे कर्तृवाचकपदं तृतीयान्तत्वेन भवेत् इति नैयायिकानां नियमः नास्ति तत्र वैयाकरणानां नियमः खलु सामान्यनियमः सामान्यनियमः तत् कर्तृपदं चेतनः भवेत् तत्रापि अस्य अपवादत्वेन केषाञ्चित् अकर्मः धातुतः अकर्मः धातुभिर्योगे द्वितीयान्त अचेतनकर्तृ कर्तृपदम् कर्तृपदे अपि योग्यता भवेत् इति भवति इति वक्तव्यं तत्र अपवादत्वेन इति न वक्तव्यं किमर्थमिति चेत् औत्सर्गिकं किं द्वितीयनियमे औत्सर्गिकः नियमः कः इति चेत् कर्मणि प्रयोगे अपि चेतनः एव कर्ता भवति इति खलु तस्य अपवादत्वेन अकर्मकः इति न भवति तर्हि नियमं द्विधा करोतु अत्र कर्मणि प्रयोगे वा कर्तरि प्रयोगे वा उभयत्र कर्ता चेतनः भवेत् इति प्रथमः नियमः औत्सर्गिकनियमः तस्य अपवादः अस्ति केचन धातवः भूवादयः सन्ति यत्र कर्ता अचेतनः भवितुमर्हति इति अपवादः द्वितीयनियमः अस्ति धातवः सकर्मकाः अकर्मकाः अकर्मकाश्च इति द्विधा विभक्ताः इति द्वितीयः नियमः तत्र अपवादः अस्ति यद्यपि अत्र ज्ञा इष् इत्यादयः धातवः अकर्मकाः तथापि तेषां कर्मपदं भवत्येव इति अपवादः. धातवः विविधाः अकर्मकाः सकर्मकाश्च. सकर्मकाणां धातूनां कर्म भवति, अकर्मकाणां धातूनां कर्म न भवति इति सामान्यनियमः. तस्य अपवादः केचन धातवः ज्ञा इष् आदयः येषां यद्यपि स्वरूपतः ते अकर्मकाः तथापि तेषां कर्म भवत्येव इति अपवादः. तत्तु अपवादः. अपि च तेषां योग्यता अपि अस्ति खलु द्वितीयान्तपदस्य अचेतनस्य घटं जानाति इत्यत्र घटम् इति पदस्य योग्यता अपि अस्ति खलु. नो, योग्यता तु अस्ति एव. सः रामं जानाति, सः घटं जानाति इत्यत्र क्लेशः एव नास्ति. कर्मपदं कर्मवाचकपदं चेतनः एव भवेत् अचेतनः एव भवेत् इति नियमः नास्ति खलु. इति कृत्वा अत्र योग्यता कर्मपदे योग्यता एव न चिन्तनीया, कर्तृपदे योग्यता चिन्तनीया. अवगतवती. सामान्यतया चेतनः एव योग्यः भवति कर्तृत्वेन. किमर्थम् इति चेत् तस्मिन्नेव कृतिः जायते इत्यतः. तर्हि कर्तृपदे एव चिन्तनम्. अत्र सामान्यभिन्नचिन्तनमस्ति. अकर्मकधातूनां कर्म भवति केषाञ्चन धातूनाम् इति. तर्हि तेषां धातूनाम् अथवा तेषु धातुषु योग्यता वर्तते. यद्यपि अकर्मकाः तथापि तेषां कर्म भवत्येव इति योग्यता वर्तते. अस्तु महोदय, तत्रापि एकः प्रश्नः अस्ति. वायु चलति, वायुः चलति, वाहनं गच्छति इति सर्वं वक्तुं शक्यते खलु. तर्हि तेषामपि चेतना न अस्ति. सत्यम् इति कृत्वा तादृशप्रयोगः अपि अत्र अपवादत्वेन योजनीयं. यथा भूवादियोगे अस्ति सर्वस्यापि योग्यता इति उक्तं, तथा गति गत्यर्थकधातूनामपि अचेतनः भवितुम् अर्हति इति. अत्र केवलं पुस्तके ग्रन्थकारेण केचन विषयाः एव चिन्तिताः, किन्तु बहवः अपवादाः सन्ति एव. यथा मया पूर्वं प्रदर्शितं, स्थाली पचति, अग्निः पचति इति इत्यादि प्रयोगेषु अपि भवितुम् अर्हति. समीचीनं. गत्यर्थकधातूनाम् अचेतनः, वायुः चलति, यानं गच्छति. सत्यम्. अस्तु, अग्रे गच्छेन. किन्तु अत्र एतादृशचिन्तनं कार्यम् इति. मेहुल् महोदय पठतु महोदय. एतेषु अकर्मकेषु 323 पेज् अन्तिमवर्गः. अस्तु, एतेषु अकर्मकेषु द्वितीया साकाङ्क्षेषु द्वितीयार्थः भवति विषयत्वम्. घटं जानाति चैत्रः इति वाक्ये घटपदोत्तरद्वितीयायाः विषयत्वम् अर्थः. पूर्ववदेव प्रकृत्यर्थस्य घटस्य प्रत्ययार्थे आधेयतासम्बन्धेन अन्वयः. तस्याश्च विषयतायाः निरूपकत्वसम्बन्धेन ज्ञाधात्वर्थे ज्ञाने अन्वयः. अत्रत्याख्यातस्य आश्रयत्वम् अर्थः. अस्तु, प्रथमान्तार्थश्च चैत्रः मुख्यविशेष्यविधया भासते इति घटनिष्ठविषयत्वनिरूपकज्ञानाश्रयत्ववान् चैत्रः इति उक्तवाक्यात् बोधः. अस्तु, अत्र अकर्मकेषु द्वितीयासाकाङ्क्षेषु द्वितीयार्थः भवति विषयत्वम्. अत्र घटत्वं भवति, मनः भवति, तादृश अत्र भू धातु अस्ति, तत्तु अकर्मकधातुः अस्ति. तत्र द्वितीयासाकाङ्क्षपदम् अस्ति इत्युक्ते तत्र घटत्वं भवति इत्यत्र द्वितीयार्थं यत् पदमस्ति घटत्वम् इति. घटत्वं भवति इत्यत्र घटत्वम् इति द्वितीयान्तं वा प्रथमान्तं वा? धर्मः अस्ति यतः प्रथमान्तम्, परन्तु अत्र पटं जानाति घटं जानाति तादृश अथवा तर्हि अत्र भवति इत्यस्मिन् विषये न चिन्तनीयम्। एतेषु अकर्मकेषु द्वितीयसाकाङ्क्षेषु धातुषु द्वितीयसाकाङ्क्षधातवः के? अत्र इष् अपि च विना इति तादृशधातुषु, न तु भुवादिधातुषु। हा सत्यं, तादृशधातुषु द्वितीयार्थः भवति विषयत्वम्। अत्र यत् द्वितीयान्तं पदमस्ति तद् विषयत्वं भवति। अत्र उदाहरणं द्वितीयान्तपदमस्ति इति मा वदतु, अत्र उदाहरणमेकं वदतु। अत्र घटं जानाति चैत्रः इत्यत्र अत्र घटस्य अनन्तरं यत् अं पदमस्ति तत् द्वितीयान्त द्वितीया विभक्त्यन्तप्रत्ययः यदस्ति अं प्रत्ययः तदेव विषयत्वं, तस्य अर्थः विषयत्वम्। तर्हि घटम् इति वितेषु विषयत्वम् इति नास्ति, अम् इति प्रत्ययः किं बोधयति इति चेत् कर्मत्वं बोधयति इति नास्ति, विषयत्वं बोधयति। विषयत्वं बोधयति सत्यं, विषयत्वं बोधयति। अम् इति प्रत्ययः विषयत्वं बोधयति न तु कर्मत्वम्। अस्तु अग्रे, अस्तु पूर्वदेव प्रकृत्यर्थस्य घटस्य प्रत्ययार्थे आधेयतासम्बन्धेन अन्वयः। अत्र अत्र घटस्य आधेयतासम्बन्धेन प्रत्यये अथवा प्रत्ययार्थे अन्वयः भवति इति पूर्वे अपि वयं दृष्टवन्तः। तर्हि घटे घटस्य आधेयता घट घटम् इति आधेयतासम्बन्धेन अम् प्रत्यये वर्तते इति न न इति वा अम् प्रत्ययः घटे वर्तते वा घटः अम् प्रत्यये वर्तते वा? हा विपरीतरीत्य घटः न प्रत्ययः आधारः न प्रत्ययः आधेयः खलु घटः इति आधारः घटे कर्मता कर्मत्वं वर्तते। हा अत्र अम् इति प्रत्ययस्य अर्थः कः घटमानेय इत्यत्र? विषयत्वम् इति न न घटम् आनय इत्यत्र अत्र आनय तस्मिन् उदाहरणे कर्मत्वम् अम् इति तर्हि कर्मत्वम् एव घटे भवति खलु घटे वर्तते घटः कर्मत्वेन भवति इति कृत्वा कर्मत्वम् अम् इति प्रत्ययस्य अर्थः कर्मत्वम् इति कृत्वा अम् इति आदेयः घट इति आधारः सत्यं किमर्थम् अम् इति आदेयः इति अवगन्तव्यम्। अम् इति प्रत्ययः कर्मत्वं बोधयति इत्यतः कर्मत्वं घटे वर्तते न तु घटः कर्मत्वे सत्यम् इति कृत्वा अम् इति प्रत्ययः सर्वदा आदेयः घट इति घट घट इति प्रकृतिः आधारः आधारः तादृशं पूर्वं वयं दृष्टवन्तः। अस्तु तर्हि अत्र तस्याश्च विषयतायाः निरूपकत्वसम्बन्धेन ज्ञादात्वर्थे ज्ञाने अन्वयः। अत्र तस्याश्च इत्युक्ते तस्याश्च विषयताः विषयतायाः इत्युक्ते अत्र घटोत्तर यत् द्वितीया यत्र अम् इति प्रत्ययः अस्ति तस्य विषयत्वम् इति अर्थः अस्ति तस्मिन् या विषयता वर्तते तस्याः सम्बन्धः ज्ञाने ज्ञाधात्वर्थे अन्वयः भवति अत्र निरूपकत्वसम्बन्धेन विषयतायाः निरूपकत्वसम्बन्धेन धात्वर्थे इत्युक्ते ज्ञाधात्वर्थे अन्वयः भवति। अत्र अत्रत्याख्यातस्य आश्रयत्वम् इति अर्थः तर्हि अत्र आख्यातस्य आश्रयत्वम् इति एव अर्थः भवति अत्र घटं जानाति चैत्रः इत्यस्मिन् उदाहरणे। अस्तु तदेव अपि च चैत्रः इति यत् प्रथमाविभक्त्यां पदमस्ति तस्मात् पूर्वम् अत्र आख्यातस्य आश्रयत्वमर्थः इत्युक्ते किम्? आख्यातस्य आश्रयत्वम् इति अर्थः आख्यातमस्ति यत्र ति इति प्रत्ययः अत्र घटं जानाति इत्यस्मात् यः ति प्रत्ययः अस्ति तदेव आख्यातं तस्य अस्मिन् उदाहरणे आश्रयत्वम् इति अर्थः भवति सत्यम् इति वक्तव्यं। तर्हि घटं जानाति इत्यत्र घट इति एकं पदम् अम् इति द्वितीयं पदं ज्ञा इति धातुः तदनन्तरं ति इति आख्यातप्रत्ययः. तर्हि घटस्य प्रत्ययार्थे आधेयतासम्बन्धेन अन्वयः. तदनन्तरम् अम् इति प्रत्ययस्य यद् विषयत्वं बोधयति तत् प्रत्ययस्य निरूपकत्वसम्बन्धेन ज्ञाधात्वर्थे ज्ञाने अन्वयः. पुनः ज्ञानस्य अत्र आख्यातार्थ अत्र आख्यातार्थस्य आश्रयत्वम् इति अर्थः. पूर्वं किमासीत् घटमानय इत्यत्र अथवा घटमानयति इत्यत्र त्रिप्रत्ययस्य अर्थः कः पूर्वम्? तत्र त्रिप्रत्ययस्य अर्थः किम् आसीत् आख्यातेन स्मरामि अधुना. कृतिः उत्तमं. कृतिः घटम् आनयति इत्यत्र त्रिप्रत्ययस्य अर्थः कृतिः. किन्तु घटं जानाति इत्यत्र त्रिप्रत्ययस्य अर्थः कः? आश्रयत्वम्. हा, आश्रयत्वम् इति अर्थः. तावदेव. किमर्थमिति चेत् अत्र ज्ञानं साक्षात् आत्मनि वर्तते खलु. जानाति इत्यत्र यः ज्ञादातुः ज्ञादातुना यद् ज्ञानम् उक्तं तत् साक्षात् आत्मनि वर्तते इति कृत्वा ति इति प्रत्ययस्य कृतिः इति अर्थः नास्ति. किमर्थमिति चेत् ज्ञादातोः अर्थः एव ज्ञानम्. ज्ञानमेव सत्यम् इति कृत्वा अत्र ति इति आख्यातप्रत्ययस्य अर्थः कः इति चेत् आश्रयत्वम्. आत्मनि विद्यमान आश्रयत्वं बोधयति ति इति प्रत्ययः. अस्तु अग्रे. ऐत्रः इति यत् प्रथमाविभक्त्यन्तपदमस्ति तस्य अर्थः भवति मुख्यविशेष्यः इति. अतः एव अत्र नैयायिकरीत्या घटं जानाति चैत्रः इति वाक्ये बोधः कथं जायते? तर्हि घटम् इत्यनेन घटनिष्ठविषयत्व जानाति इत्यनेन तद्विषयत्वनिरूपकज्ञानाश्रयः ज्ञानाश्रयत्ववान् इति चैत्रः भवति. तर्हि चैत्रे एव चैत्रः इति विशेष्यम्. अत्र कीदृशः चैत्रः? तर्हि आश्रयत्ववान् चैत्रः, पुनः ज्ञानस्य आश्रयत्ववान् चैत्रः. तर्हि तद् ज्ञानं केन निरूपितं भवति इत्युक्ते घटनिष्ठ विषयत्वस्य निरूपकज्ञानं भवति. तादृशज्ञानस्य आश्रयत्व वान् चैत्रः इति बोधः एतेन वाक्येन भवति. अस्तु, एतदेव वाक्यम् इदानीं घटम् आनयति इत्यत्र कीदृशबोधः भवति? घटम् आनयति चैत्रः वा? तथापि सत्यं कर्मत्वं कर्मत्वनिरूपक घटं घट आरम्भ घटनिष्ठ घटनिष्ठकर्मत्वनिरूपक नी अत्र आन आन नी अनुकूल किं वदेम अनुकूलव्यापार व्यापारश्रयः चैत्रः इति. उत्तमम्. अत्र नी इति धातोः यः अर्थः व्यापार आश्रये इति किमपि वक्तव्यं भवतु, किन्तु घटनिष्ठकर्मत्वनिरूपक नी धातोः यः अर्थः तादृशकृतिमान् चैत्रः इति भवति. कृतिमान् चैत्रः इति भवति तत्र. किन्तु अत्र आश्रयत्ववान् इति भवति. आश्रयत्वं चैत्रे वर्तते, चैत्रे आत्मनि वर्तते इति कृत्वा आश्रयत्ववान् चैत्रः भवति इति भेदः उभयोः. तर्हि सकर्मकधातूनां कथं भवति इति चेत् घटनिष्ठकर्मत्वनिरूपक किमपि व्यापारः धात्वार्थव्यापार घटं स्पृशति इति चेत् अत्र द्रवद्रव्य इति किमपि वक्तव्यम्. तत्र धातोः यः व्यापारः अस्ति तद्व्यापारम् उक्त्वा तादृश व्यापारकृतिमान् अस्ति व्यापारजन्यकृतिमान् अथवा व्यापारजनककृतिमान् चैत्रः इति भवति तत्र बोधः. किन्तु इदानीं घटं जानाति इत्यत्र घटनिष्ठविषयत्वनिरूपकज्ञान आश्रयत्ववान् चैत्रः इति भवति बोधः. इत्युक्ते अत्र यत्र यत्र जानाति अथवा इच्छति इति क्रियापदं भवति तत्र ज्ञानम् अपि च इच्छा उभयमपि आत्मगुणाः नैयायिकानां मतानुसारम् इति कृत्वा तत्र एतादृशं भवति. किन्तु ज्ञा इष् धातुं धातौ विहाय अन्येषां धातूनां कृतिमान् इत्येव भवति. अपि च यदि केवलम् अत्र चैत्रः अस्ति इति वदामः चेत् केवलं चैत्रः अस्ति इति वदामश्चेत् कीदृश इत्युक्ते अकर्मक सामान्यधातुः अस्ति यत्र कर्मत्वमपि न भवति तत्र कीदृशबोधः जायते इत्यत्र उदाहरणम् उक्तं वा इति न जाने किन्तु अस्माभिः चिन्तयितुं शक्यते. भवतु तर्हि तत्र चित्रे तदेव दत्तमस्ति खलु? अस्तु तर्हि अग्रे गच्छेम. अत्र गृहपाठरूपेण चैत्रः अस्ति इति वाक्यं तत्र कीदृशबोधः जायते शाब्दबोधस्य स्वरूपं किं यथा घटनिष्ठविषयत्वनिरूपकज्ञानाश्रयत्ववान् चैत्रः इति घटं जानाति इत्यस्य इति श्रुत्वा एतादृशशाब्दबोधः जायते एवम् अत्र घटं जानाति इत्यत्र कीदृशबोधः जायते घटम् आनयति इत्यत्र कीदृशबोधः जायते एवं घटः अस्ति अथवा चैत्रः अस्ति इत्यत्र कीदृशबोधः जायते इति चिन्तनीयम्. अस्तु एवमत्र कर्मणि प्रयोगे अपि कीदृशबोधः जायते इति केवलं चिन्तनार्थं लिखामश्चेत् समीचीनबोधः जायते. कर्मणि प्रयोगे अपि कथं भवति इति अस्माभिः अधीतं खलु. अस्तु अग्रे गच्छेम. तर्हि ज्ञानादियोगे सर्वेषां कर्मत्वयोग्यत्वं भवानेव पठतु महोदय अग्रे. ज्ञानादियोगे सर्वेषां कर्मत्वयोग्यत्वम् इदं च द्वितीयार्थभूतं विषयत्वं क नास्ति. प्रमाणेन खलु पदार्थाः साधिताः प्रमाविषयीभूताः. तत्र क्व इति भवेत् क नास्ति क्व वकारः भवेत् तत्र क्व इत्युक्ते किमर्थम् इति अर्थः. अस्तु इदं च द्वितीयार्थभूतं विषयत्वं किमर्थं नास्ति. प्रमाणेन खलु पदार्थाः साधिताः क्रमाविषयीभूताः. अतः भूते भविष्यति वर्तमाने इन्द्रियगम्ये इन्द्रियागम्ये वा प्रत्येकस्मिन् पदार्थे विषयत्वम् अस्त्येव. इन्द्रियगम्ये प्रत्यक्षनिरूपितं तद्भिन्ने अनुमित्यादिनिरूपितम् इति अन्यदेतत्. विषयत्वं तु सर्वत्रैव. एवञ्च सविषयकधातुयोगे सकलपदार्थानां विषयत्वयोग्यत्वात् यत्किञ्चित् पदोत्तरं द्वितीयाकरणे अपि योग्यतानिर्वाहः. अत एव समवायं जानाति विशेषं जानाति अभावमिच्छामीति प्रयोगाः साधवः. रूपं पश्यति अन्धः इत्यादि प्रयोगास्तु कर्तुः अयोग्यत्वात् न योग्यतानिर्वाहक इति तत्र तत्र चिन्तनीयम्. अत्र दोष अत्र क्व इति क्व नाम कुत्र किमर्थम् इति नास्ति. क्व इत्युक्ते कुत्र इति अर्थः. अस्तु अस्तु अस्तु अत्र पूर्वस्मिन् परिच्छेदे अत्र उक्तमस्ति अत्र घटं जानाति चैत्रः तत्र द्वितीया विभक्त्यन्तयप्रत्ययः अस्ति. द्वितीया विभक्तिप्रत्ययः अस्ति तस्य अर्थः विषयत्वम् इति भवति. तर्हि अत्र प्रश्नः उदेति द्वितीयार्थभूतं विषयत्वं कुत्र नास्ति इति इत्यस्मिन् विषये चिन्तनं चिन्तनं. तर्हि सर्वेषां कर्मत्वयोग्यत्वं ज्ञानादियोगे अस्ति एव इति अस्ति. तर्हि किं कुत्र विषयत्वं न भवति. प्रमाणेन खलु पदार्थाः साधिताः प्रमाविषयी भूताः इत्यस्य अर्थः सर्वे पदार्थाः प्रमाविषयी भूताः एव साधिताः भवन्ति तर्हि प्रमाणेन इत्युक्ते कुत्रचित् प्रत्यक्षप्रमाणेन अन्यथा अत्र अनुमितिप्रमाणम् अथवा उपमितिप्रमाणं तादृशप्रमाणेन एव सर्वे पदार्थाः साधिताः भवन्ति अतः तादृशमेव सर्वे पदार्थाः साधिताः भवन्ति इति अर्थः नास्ति प्रमाणेन एव एकः विषयः प्रमाविषयः भवति खलु प्रमायाः विषयः भवति अयं घटः इति प्रमा क्षम्यतां महोदय अत्र प्रमाणेन इन्द्रियं नास्ति वा इन्द्रियमित्युक्ते येन केनापि प्रमाणेन तादृशं पर्वतः वह्निमान् धूमात् ज्ञानं किं पर्वतः वह्निमान् इति खलु तर्हि तज्ज्ञानम् इदानीं पर्वतः वह्निमान् इत्यत्र प्रमायाः विषयः कः इति चेत् वह्निः अनुमानप्रमाणस्य विषयः कः इति चेत् वह्निः यद्यपि तत्र पर्वतः इति श्रूयते तथापि पर्वतः प्रत्यक्षेण द्रष्टुं शक्यते इत्यतः अनुमानस्य विषयः पर्वतः नास्ति तदेव इन्द्रिय अगम्ये प्रमाणस्य विषयः तत्तु इन्द्रिय अगम्य इत्यनेन अनुमानप्रमाणम् उक्तं वा नो तदनन्तरं चिन्तयेम सामान्यतया अत्र किमुक्तं प्रमाणेन एव पदार्थाः प्रमाविषयाः भवन्ति इति केवलम् अत्र एकं वाक्यमुक्तं बोद्घातरूपेण अवगच्छति खलु मेल् महोदय कश्चन प्रमाणेन एव यत्किमपि वाक्ये अत्र ज्ञाने ये ये पदार्थाः विषयीभूताः भवन्ति तेषां कृते कश्चन प्रमाणः वर्तते एव तेन प्रमाणेन एव तैः प्रमाणैः एव ते विषयीभूताः भवन्ति ज्ञाने सत्यं तावदेव अग्रे तर्हि अतः एव यदा भूतकाले अथवा भविष्यत्काले अथवा वर्तमानकाले प्रत्येकस्मिन् पदार्थे इन्द्रियगम्ये अथवा इन्द्रिय अगम्ये तेषां विषयत्वम् अस्ति एव इत्युक्ते ते विषयाः भवन्ति एव यदा इन्द्रियकालेषु इन्द्रियगम्यविषयाः वा इन्द्रिय अगम्यविषयाः वा भवन्तु त्रिषु कालेषु ते विषयाः भवन्ति कैः प्रमाणैः इति अस्तु अग्रे हा यदा अत्र प्रत्यक्षे प्रत्यक्षप्रमाणेन निरूपितम् अस्ति चेत् इन्द्रियगम्य इति वयं जानीमः इत्युक्ते इन्द्रियगम्य पदार्थाः प्रत्यक्षप्रमाणेन वयं निरूपितुं शक्नुमः तद्भिन्न पदार्थाः अनुमिति अथवा उपमिति अथवा शाब्दबोधः इत्यादि प्रमाणेन निरूपिता भवन्ति इति अस्ति परन्तु विषयत्वं तु सर्वत्र अस्ति एव सर्वत्र सर्वे पदार्थाः विषयीभूताः भवन्ति एव ज्ञानस्य विषयाः भवन्ति एव अपि च सविषयकधातुयोगे इत्युक्ते कश्चन धातुः अस्ति तत्र विषयम् आवश्यकम् अस्ति इत्युक्ते विषयस्य योजनेन सविषयकधातु धातवः ये सन्ति तत्र सकलपदार्थानां विषयत्वयोग्यत्वात् इत्युक्ते पदार्थे तादृशविषयत्वं भवितुं योग्यता अस्ति तदा न न पुनः वदतु समीचीनतया न उक्तम् सकलपदार्थानां विषयत्वयोग्यत्वात् इत्युक्ते पदार्थे विषयं भवितुं योग्यता अस्ति अतः तेषां परे यदा द्वितीया इत्यादि करणे अपि योग्यता निर्वाहः तेन एव योग्यतायाः निर्वाहः भवति अत्र न न महोदय अत्र इतोपि स्पष्टतया वक्तम् अस्तु अहं प्रश्नं पृच्छामि इदानीं दृश् इति धातुः स्वीकरोतु दृश् इति धातुं स्वीकृत्य कर्मपदं योजयित्वा एकं वाक्यं वदतु घटं पश्यामि. उत्तमं, घटं पश्यामि. किमर्थम् अत्र घटं पश्यामि इति वक्तुं शक्यते? घटे रूपमस्ति खलु, घटे रूपमस्ति इति कृत्वा तद् चक्षुरिन्द्रियगम्यमस्ति. घटं घटः चक्षुरिन्द्रियगम्यः अस्ति. गम्यः इत्युक्ते ग्रहीतुं शक्यते इति, ग्रहीतुं शक्यते सत्यम् इति कृत्वा घटं पश्यामि इति वक्तुं शक्यते. तर्हि श्रुधातुं प्रयुज्य एकं वाक्यं वदतु. अस्तु, अहं शब्दं शृणोमि. हा, घटं शृणोमि इति वक्तुं शक्यते वा? न, न वक्तुं शक्यते खलु. आम् सत्यं, शब्दं शृणोमि. ग्रा दातुं प्रयुज्य एकं वाक्यं वदतु. घटं गृह्णामि. न, घ्रा महाप्राणघ्रकारः. जिघ्रामि, जिघ्रामि. अहं सौरभं जिघ्रामि. उत्तमं, तर्हि तत्र प्रत्यक्षप्रमाणेन केचन विषयाः दृश्यन्ते. सर्वे विषयाः सर्वैः इन्द्रियैः न दृश्यन्ते खलु. केचन विषयाः अत्र अत्र यस्मिन् रूपमस्ति ते विषयाः, येषु विषयेषु रूपमस्ति ते विषयाः चक्षुरिन्द्रियेण गृह्यन्ते इति कृत्वा पश्यामि इत्यत्र केचन विषयाः एव अत्र द्वितीयान्तत्वेन भवितुम् अर्हति. योग्यता यथा घटं पश्यामि अथवा वस्त्रं पश्यामि, शब्दं पश्यामि इति न वक्तुं शक्यते. एवं शब्दं शृणोमि इति वक्तुं शक्यते, न तु घटं शृणोमि इति. अस्तु, तर्हि एते विषयाः इदानीं ये विषयाः मया चिन्तिताः ते सर्वे इन्द्रियगम्याः. अपि च अन्ये विषयाः अपि सन्ति ये इन्द्रिय अगम्याः. उदाहरणं किम्? आकाशं पश्यामि. उत्तमम्. आकाशं पश्यामि इति न भवति. न, आकाशं पश्यामि इति न वक्तुं शक्यते खलु. वक्तुं शक्यते, तदेव. हा, तर्हि आकाशः इति पदार्थम्, आकाशः इति पदार्थम् अस्ति इति केन प्रमाणेन ज्ञायते? अनुमानप्रमाणेनैव. उत्तमम्. तर्हि आकाशः इति द्रव्यं सर्वदा इन्द्रिय अगम्यमस्ति खलु. सत्यं, हा सत्यं. तर्हि ते तादृशपदार्थाः, ये पदार्थाः इन्द्रिय अगम्याः ते प्रत्यक्षभिन्नप्रमाणेन ज्ञायन्ते. तर्हि आकाशम् इति द्वितीयान्तपदं तत्र उचितधातु उचितक्रियापदं किं भवति? यथा घटं पश्यामि इत्यत्र घटम् इत्यनेन पश्यामि इत्यत्र योग्यता वर्तते, तथा आकाशम् अनुभवामि इति अनुमिनोमि. अनुभवामि नास्ति, अनुमिनोमि. अनुमानं करोमि. अनुमानं करोमि. सत्यम्. अत्र गोसदृशः गवयः इति वाक्यं श्रुत्वा यदा अहं गवयं पश्यामि तदा गोसदृशः गवयः इति उपमिनोमि खलु. गवयम् उपमिनोमि, आकाशम् अनुमिनोमि. ईश्वरः अस्ति. ईश्वरं किम्? इन्द्रिय अगम्य पदार्थः. सत्यं, किन्तु केन प्रमाणेन ज्ञायते? अनुमानप्रमाणेन, अनुमिनोमि इति एव भवति. अत्र अनुमानप्रमाणेन इति वक्तुं शक्यते भवतु, किन्तु शब्दप्रमाणेन खलु. शब्दप्रमाणेनपि सत्यम्. वेदः एव प्रमाणम्, ईश्वरः अस्ति इति. सत्यम् इति कृत्वा ईश्वरम् इति, ईश्वरः इति यदि विषयः अस्ति तदा ईश्वरम् इत्यत्र अन्यत् किमपि वक्तव्यम्, अनुमिनोमि इति प्रायः वक्तुं शक्यते, किन्तु अत्र वेदप्रमाणेन ज्ञायते इति भवति. तर्हि अत्र आशयः कः इति चेत् अस्मिन् परिच्छेदे अत्र बहवः विषयाः प्रमाविषयभूताः भवन्ति, तेषु केचन विषयाः इन्द्रियगम्याः, केचन विषयाः इन्द्रिय अगम्याः. तर्हि ये विषयाः इन्द्रिय अगम्याः तत्र अनिमिनोमि इति पदमेव इति क्रियापदमेव अत्र योग्यं भवति, योग्यं सत्यं योग्यं भवति इति भेदः. किन्तु इदानीम् अत्र त्रयः विषयाः अस्माभिः स्वीकृताः, घटम् इति एकं विषयम्, अन्यत्तु घटः इति एकः विषयः, शब्दः इति अन्यः विषयः, तदनन्तरम् आकाशः इति अन्यः विषयः, ईश्वरः अपि स्वीकरोमि, ईश्वरः इति अन्यः विषयः. ईश्वरः वेदप्रमाणेन एव ज्ञायते, घटः चक्षुरिन्द्रियेण एव ज्ञायते, शब्दः श्रोत्रेन्द्रियेण एव ज्ञायते, आकाशः अनुमानप्रमाणेन एव ज्ञायते इति अस्ति. तर्हि इदानीं जानाति इति क्रियापदम्, तत्र घटं जानाति इति वक्तुं शक्यते वा, अथवा घटं जानामि इति न वक्तुं शक्नुमः. किमर्थम्? घटं जानामि इति वक्तुं शक्यते एव खलु. आम् आम् सत्यम्, अत्र अर्थः अस्तु. ज्ञादातोः विषयः घटः भवितुमर्हति, भवितुमर्हति, आम् भवितुमर्हति. अतः घटं जानामि इति वक्तुं शक्यते, एवं शब्दं जानामि इति वक्तुं शक्यते वा? आम् आम् वक्तुं शक्यते. आकाशं जानामि इति वक्तुं शक्यते वा? आम् आकाश इत्युक्ते अत्र इन्द्रियगम्य अस्ति, परन्तु किम् इति अनुमानेन ज्ञातुं शक्नुमः, अतः शक्नुमः खलु. आम् आम् सत्यम्. तर्हि आकाशम् अनुमिनोमि इति चेत् तदनन्तरं यदा अनुमानं क्रियते तदनन्तरम् आकाशमहं जानामि एव इति कृत्वा आकाशं जानामि इति वक्तुं शक्यते. एवम् ईश्वरं जानामि वक्तुं शक्यते खलु? आम् आम् तदपि वक्तुं शक्नुमः. हा इति कृत्वा अत्र ज्ञादातोः सर्वे पदार्थाः विषयाः भवितुमर्हन्ति इति आशयः. इन्द्रियगम्ये प्रत्यक्षनिरूपितं तद्भिन्ने अनुमित्यादिनिरूपितम् इति अन्यदेतत्, विषयत्वं तु सर्वत्रैव इति कृत्वा, एवं च सविषयकधातुयोगे यस्य यस्य धातोः विषयः भवितुमर्हति, अहं जानामि इति एव अहं वदामि चेत् तत्र आकाङ्क्षा न पूरिता. किं जानाति भवान् इति यावत्पर्यन्तं न वदामः तर्हि ज्ञा इति धातुः सविषयकधातुः अस्ति. एवम् अहम् इच्छामि इति यदि अहं वदामि, इष् इति धातुः सविषयकधातुः, एवं च सविषयकधातुयोगे यथा ज्ञा इति धातुः अथवा इष् इति धातुः इति एतादृशधातवः, सविषयकधातुयोगे सकलपदार्थानां विषयत्वयोग्यत्वात् इति यथा इदानीं मया निरूपितम्, घटं जानामि, शब्दं जानामि, आकाशं जानामि, ईश्वरं जानामि इति सकलपदार्थानां विषयत्वयोग्यत्वात् अग्रे यत्किञ्चित् पदोत्तरं द्वितीयाकरणे अपि योग्यतानिर्वाहः योग्यं भवति. हा तर्हि ज्ञादातुतः यं कमपि पदार्थं वक्तुं शक्यते, तादृशयोग्यता अस्ति. किमर्थमिति चेत् सर्वपदार्थस्य विषयत्वयोग्यत्वात् इति हेतुः, सर्वपदार्थानां विषयत्वयोग्यत्वात् तत्र ज्ञादातुतः किं पदं मया वक्तव्यम् इति चेत् यत्किमपि पदं वक्तुं शक्यते, यः कोऽपि विषयः वक्तुं शक्यते. अस्तु अग्रे. हा अतः एव अत्र लिखितं समवायं जानाति, विशेषं जानाति, अभावम् इच्छामि इति प्रयोगाः साधवः अत्र एष् धातुम् उपयुज्य अत्र सविषयकधातूनां योगे सकलपदार्थानां विषयत्वयोग्यत्वात् अत्र समवायं जानाति विशेषं जानाति अभावम् इच्छामि इति सर्वे सर्वे साधुप्रयोगः एव परन्तु रूपं पश्यति अन्धः इत्यादिप्रयोगे तु कर्तुः अयोग्यत्वात् इत्युक्ते रूपमिति कर्ता तर्हि क्षम्यताम् अन्धः इति कर्ता तस्मिन् कर्तुः अयोग्यत्वमस्ति तर्हि किमपि न द्रष्टुं शक्यते खलु अन्धः अतः योग्यता निर्वाहका न इति तत्र तत्र चिन्तनीयम् इति तर्हि पूर्वं किं नियमितम् अत्र सामान्यतया कर्तरिप्रयोगे कर्मणि प्रयोगे वा कर्ता चेतनः एव भवेत् इति लिखितं खलु इति नियमितम् इदानीम् अन्धः चेतनः चेतनः वा न वा चेतनः अस्ति अपि च पश्यति इति धातुः भुवादिधातुः इव नास्ति सकर्मकधातुः अस्ति यद्यपि अन्धः चेतनः धातुः सकर्मकः अस्ति तथापि रूपं पश्यति अन्धः इति वाक्यम् अशुद्धम् किमर्थम् इति चेत् अन्धे द्रष्टुं योग्यता नास्ति इति कृत्वा तर्हि तत्र अपवादाः बहवः भवन्ति इति बोधयति तावदेव सामान्यनियमः अस्ति कर्मणि प्रयोगे कर्तरिप्रयोगे च कर्ता चेतनः भवेत् इति सामान्यनियमः भुवादिधातूनां चेतनः एव भवेत् इति नियमः नास्ति अचेतनः अपि भवितुम् अर्हति इति अपवादः अन्धस्य चेतनत्वे अपि द्रष्टुम् अयोग्यत्वात् पश्यति इति धातुना सह अन्धस्य अयोग्यता अस्ति इति अन्यः अपवादः पुनः यथा रमेशमहोदयेन उक्तं यानं गच्छति इत्यत्र यानं यद्यपि अचेतनमस्ति तथापि यद्यपि गम् इति धातुः भुवादिधातुः नास्ति सकर्मकधातुः अस्ति तथापि अत्र यानं गच्छति इत्यत्र योग्यता अस्ति एव तर्हि यानं गच्छति इत्यत्र यथा पूर्वम् अस्माभिः उक्तं घटनिष्ठविषयतानिरूपकज्ञान आश्रयत्वान् अथवा कृतिमान् इति भवति इदानीं यानम् इत्यत्र कृतिमत् इति न वक्तुं शक्यते खलु किमर्थमिति चेत् यानम् इति अचेतनमस्ति आत्मा नास्ति पार्थिवपदार्थमस्ति इति कृत्वा तस्मिन् कृति न जायते तर्हि तत्र कृतिमत् यानम् इति न वक्तुं शक्यते भिन्नं किमपि वक्तव्यम् कृतिः तत्र क्रियावत् यानम् इति एव वक्तव्यम् तर्हि तत्र आख्यातप्रत्ययस्य अर्थः कः यानं गच्छति गच्छति यानम् इत्यत्र ति इति आख्यातप्रत्ययस्य अर्थः कः इति चेत् कृतिः अपि न भवति तत्र आश्रयत्वं वक्तव्यं यथा इदानीं ज्ञानविषये आश्रयत्वम् उक्तं क्रियायाः आश्रयः यानमस्ति खलु क्रियाश्रयवत् हा गमनक्रियाश्रयवत् यानम् इति भवति तत्र आकारः इति एतादृशं चिन्तनीयम् इति अत्र उक्तम् अस्तु समीचीनम् अग्रे सतिभाव भगिनी धन्यवादः एतावता विवरणेन सर्वादौ कर्तृयोग्यता सविषयकधातु योगे च द्वितीयान्तमादाय योग्यता निरूपिता एतादृशज्ञानादिकं यत्र धात्वर्थे प्रविशति अर्थविशेषणं भवति तादृशश्च धातवः निरूपयति कारयति इत्यादौ विद्यमानाः नि उपसर्गपूर्वकरूपधातोः ज्ञानानुकूलव्यापारः अर्थः द्वितीयस्थले च कृत्यनुकूलव्यापारः अर्थः अत्रापि भवति द्वितीयान्तपद आकाङ्क्षा यथा आकाशं निरूपयति निरूपयति इत्यादौ पूर्ववदेव इयं द्वितीया विषयत्वाधिका इति अत्रापि सर्वस्यापि पदस्य योग्यता योग्यतानिर्वाहकत्वम् अर्थमात्रस्य निरूपयितुं शक्यत्वात् अत्र अर्थमात्रस्य निरूपयितुं शक्यत्वात् अतः अत एव अभावं निरूपेति शिष्यं धर्मं ब्रूते इत्यादिप्रयोगाः प्रयुज्यन्ते एतावता विवरणेन सर्वादौ कर्तृयोग्यता सविषयकधातुर्योगे च द्वितीयान्तमादाय योग्यता निरूपिता इदानीं प्रथमपदम् एकवारं पुनः उच्चारयतु उत्तरवर्ती अकारः अस्ति चेत् एतावता इति पठनीयम् अत्र ए इति दीर्घः एतावता विवरणेन सर्व आदौ कर्तृयोग्यता सविषयकधातुयोगे च द्वितीयान्तमादाय योग्यता निरूपिता इदानीं सर्वेषु पदार्थेषु विषयत्वम् अस्ति इति पूर्वस्मिन् परिच्छेदे उक्तं तदनन्तरम् इदानीं विवरणेन कर्तृयोग्यता तस्य आधारेण इति वा कर्तृयोग्यता द्वितीयान्तमादाय अपि निरूपिता इति तत्र द्वितीयान्तपदम् अस्ति समवायं विशेषम् अभावम् एते सर्वे द्वितीयान्तपदम् नास्ति खलु समवायः इति समवायम् किं करोतु भवती किम् अवगच्छति इति प्रथमं वदतु तदहं वदामि तदहं वदामि मया किं चिन्तितम् इति चेत् प्रीवियस् पूर्वस्मिन् परिच्छेदे समवायं जानाति विशेषं जानाति तत्सर्वं लिखितमस्ति तत् द्वितीयान्तपदम् अस्ति तत् तत्र योग्यता अपि अस्ति इति एव अहं ज्ञातवती तत् सविषयकमपि अस्ति यतोहि ज्ञान इच्छा बीजादौ सर्वादौ सर्वादौ कर्तृयोग्यता सर्वादौ सर्वप्रथमं कर्तृयोग्यता किम् अन्वयं करोति चेत् भवती अवगच्छति अस्मिन् वाक्ये क्रियापदं किम् निरूपिता किं निरूपिता कर्तृयोग्यता निरूपिता द्वितीयान्तं कर्तृयोग्यता निरूपिता तावदेव खलु एतावता विवरणेन सर्वादौ कर्तृयोग्यता निरूपिता कर्ता चेतनः भवेत् इति निरूपिता खलु अपि च इदानीम् अत्र किं दत्तमस्ति कर्तृयोग्यता निरूपिता कदा सविषयकधातुयोगे द्वितीयान्तमादाय सविषयकधातुयोगे द्वितीयान्तपदम् उपयुज्य अपि योग्यता निरूपितम् इति तर्हि अत्र अस्मिन् वाक्ये योग्यताद्वयमुक्तं कर्तृयोग्यता निरूपिता इति एकं तदनन्तरं सविषयकधातुयोगे द्वितीयान्तम् आदाय योग्यता निरूपिता एतदपि एकं नियमम् इव स्वीकर्तुं शक्यते यथा अस्माभिः चिन्तितं तदेव अत्र लिखितमस्ति तावदेव यदि एतादृशं पठति तत्र अन्वयं कृत्वा पठति चेत् अर्थबोधः जायते कर्तृयोग्यता निरूपिता एतावता विवरणेन अस्मिन् विवरणे किं किं निरूपितं कर्तृयोग्यता निरूपिता का योग्यता कर्ता चेतनः भवेत् चेतने कर्तरि एव योग्यता वर्तते सामान्यतया तत्र अपवादाः बहवः सन्ति एवं सविषयकधातूनां सर्वे पदार्थाः योग्याः इति अपि निरूपिताः खलु इति निरूपणद्वयं कृतं तदेव अत्र लिखितमस्ति अस्तु अग्रे एतादृश एतादृशज्ञानादिकं यत्र धात्वर्थे प्रविशति अर्थविशेषं भवति अर्थविशेषणं भवति अर्थविशेषणं भवति तादृशश्च धातवः निरूपयति कारयति इत्यादौ विद्यमानाः एतादृशज्ञानादिकम् इत्युक्ते ज्ञान इच्छा कृति एतादृशधातवः कुत्र तादृशः धातवः अर्थविशेषणं भवति इत्युक्ते विशेषण अर्थं बोधयति इति तेषाम् अर्थविशेषणं भवति इत्युक्ते विशेष अर्थं बोधयति इति अर्थः वा न अत्र ऐटलिक्स् मध्ये अस्ति खलु ऐटलिक्स् मध्ये अस्ति चेत् किम् मूलग्रन्थात् अस्ति इति वा न ओ मै गाड् ऐ एम् नाट् रिमेम्बरिङ्ग् बोल्ड् मध्ये अस्ति चेत् मूलग्रन्थात् अत्र ऐटलिक्स् मध्ये अस्ति समानार्थः पर्यायपदम् पर्यायपदमिति वा अथवा समानार्थकम् तर्हि अर्थविशेषणं भवति इति कस्य समानार्थमस्ति एकनिमिषम् एतादृशज्ञान अधिकं ज्ञानवर् धात्वर्थस्य एतादृशं ज्ञानादिकं इति नास्ति भगिनि धात्वर्थे प्रविशति इति अस्ति खलु धात्वर्थे प्रविशति धात्वर्थे प्रविशति इत्यस्य न इत्यस्य अर्थः कः इति चेत् अर्थविशेषणं भवति इति अर्थः एतादृशज्ञानादिकं यत्र धात्वर्थे प्रविशति इत्युक्ते किं तस्य अर्थः कः चेत् अर्थविशेषणं भवति ज्ञानादिकम् अर्थविशेषणं भवति धात्वर्थे प्रविशति इत्यस्य अर्थः कः इति चेत् अर्थविशेषणं भवति इति अर्थः इत्युक्ते अत्र जानाति इति सविषयकपदार्थः अस्ति खलु तर्हि अहं जानामि इति यदि अहं वदामि किं जानाति भवान् इति प्रश्नः उदेति तर्हि घटं जानामि अथवा घटज्ञानं मयि वर्तते घटज्ञानम् इदानीं घट इति विशेषणं भवति खलु ज्ञानस्य तदेव अत्र उक्तम् अर्थविशेषणं भवति घटज्ञानवानहं तर्हि विशेषणं ज्ञानं कीदृशज्ञानं मयि ज्ञानं वर्तते अहं जानामि इति वाक्यं भिन्नरीत्या अहं वदामि मयि ज्ञानं वर्तते कीदृशज्ञानं घटज्ञानं तर्हि घटज्ञानम् इति घटम् इति ज्ञानं खलु कर्मधारयः घटज्ञानं तर्हि अत्र घटम् इति विशेषणं भवति तदेव अत्र लिखितम् अर्थम् अर्थविशेषणं भवति तादृशश्च धातवः निरूपयति कारयति इत्यादौ विद्यमानाः इत्युक्ते निरूपयति कारयति इति प्रयोगाः एतादृशधातूनाम् एव करणीया इति उक्तम् उदाहरणम् अग्रे दत्तमस्ति अग्रे पठतु नी उपसर्गपूर्वकरूपधातोः ज्ञानानुकूलव्यापारः अर्थः द्वितीय निरूपयति इति इदानीम् उक्तं तस्य कः अर्थः तस्य अर्थः अस्ति ज्ञानानुकूलव्यापारः निरूपयति इत्यस्य अत्र निरूपयति इत्यत्र धातुः कः नी रूपधातु नी उपसर्ग इति उक्तं नी उपसर्गपूर्वकरूपधातोः ज्ञान अनुकूलव्यापारः अर्थः यथा गम् धातोः अर्थः संयोग अनुकूलव्यापारः खलु इतः तत्र गच्छति गामं गच्छति रामः चैत्रः ग्रामं गच्छति इत्यत्र गमनक्रिया किं गमनक्रियायाः फलं किं ग्रामेण सह संयोगः कारयति खलु इति यथा तथा अत्रापि नि उपसर्गपूर्वकरूपधातोः अर्थः कः इति चेत् ज्ञान अनुकूलव्यापारः अर्थः अस्तु अग्रे द्वितीयस्थले तु कृत्यनुकूलव्यापारः अर्थः तथा कारयति इति सत्यम् इत्यनेन कृ धातुतः अत्र उपसर्गः नास्ति अस् कृ धातोः अर्थः अस्ति कृत्यनुकूलव्यापारः इति तर्हि करोति अथवा कारयति इति वदामश्चेत् तत्र कृ इति धातोः कृति क्रिया कदा जायते यदा कृतिः जायते तदा एव क्रिया जायते खलु इति कृत्वा कृत्य अनुकूलव्यापारः अस्तु अग्रे अत्रापि भवति द्वितीयान्तपद आकाङ्क्षा अनयोः भवति इति अत्रापि इत्युक्ते कुत्र यत्र निरूपेति कारयति इति प्रयोगः भवति तत्र कारयति इत्यत्रापि अत्रापि कारयति इत्यत्रापि भवति द्वितीयान्तपद आकाङ्क्षा अहं करोमि यथा अहं जानामि इति अहं वदामि किं जानाति इति आकाङ्क्षा उदेति खलु एवम् अहं करोमि इति यदि अहं वदामि अथवा अहं कारयामि इति यदि अहं वदामि तत्र किं कारयति अथवा किं करोति इति आकाङ्क्षा उदेति खलु उदेति तर्हि कृ इति धातुः अपि सा विषयकधातुः अस्ति यथा इष् इति धातुः यथा ज्ञा इति धातुः तथा कृ इति धातुः अपि सा विषयकधातुः अस्ति अग्रे यथा आकाशं निरूपयति इत्यादौ यथा आकाशं निरूपयति इत्यादौ उदाहरणं ददाति उदाहरणं पूर्ववत् एव इयं द्वितीया सः निरूपयति यथा पूर्वं मया उक्तं सः जानाति इति चेत् किं जानाति इति आकाङ्क्षा उदेति खलु आकाशं सः इच्छति इत्यत्र आकाङ्क्षा उदेति सः करोति इत्यत्र आकाङ्क्षा उदेति एवं सः निरूपयति इति चेत् किं निरूपयति इति आकाङ्क्षा उदेति खलु एवं सः कारयति इति चेत् किं कारयति इति आकाङ्क्षा निरूपय आकाङ्क्षा उदेति खलु तदेव अत्र उक्तं निरूपयति इत्यादौ इत्यादौ पूर्ववत् एव इयं द्वितीया विषयत्व अर्थिका विषयत्व अर्थिका पठति इयं द्वितीया मध्यस्थगनम् इयं द्वितीया विषयत्व अवर्तिका इति समस्तपदं नास्ति खलु द्वितीया विषयत्व अर्थिका इति एकपदं नास्ति नास्ति द्वितीया विषय विषयत्वम् अर्थिका भिन्नभिन्नपदम् अस्ति वा विषयत्वार्थिका विषय द्वितीया विषय द्वितीया पूर्ववदेव इयं द्वितीया विषयत्वार्थिका इति पठनीयं भवती कथं पठितवती इयं द्वितीया विषयत्वार्थिका इति पठितवती आं करेक्ट् तदा पठति चेत् अर्थबोधः न जायते पूर्ववदेव इयं द्वितीया विषयत्वार्थिका इति अत्रापि सर्वस्यापि पदस्य योग्यता निर्वाहकत्वम् इति पठति चेत् समीचीनबोधः जायते अस्तु अस्य अर्थः कः पूर्ववत् एव इयं द्वितीया इत्युक्ते कुत्र इति द्वितीया इदानीं यत्र आकाङ्क्षा जायते तत्र द्वितीयापदमस्ति तत्र आकाशम् इत्युक्ते आकाङ्क्षा इति आकाशं निरूपयति इत्यत्र पूर्ववदेव इयं द्वितीया आकाशम् इत्यत्र या द्वितीया दृश्यते सा द्वितीया अपि विषयत्वार्थिका अत्र कर्मत्वं न बोधयति विषयत्वं बोधयति विषयत्वं बोधयति आकाङ्क्षं निरूपयति इत्यत्र विषयत्वं बोधय, विषयत्वमेव अर्थः अम्प अम् इति प्रत्ययस्य, न तु कर्मत्वम्। सामान्यतया सर्वत्र कर्मत्वं कर्मत्वम् इति वदे वयं वदेम, द्वितीयां पश्यामश्चेत् कर्मत्वम् इति, किन्तु तादृशं नास्ति। हा विषयत्व अर्थिका इति अत्रापि सर्वस्यापि पदस्य योग्यता निर्वाहकत्वम्, अत्रापि सर्वस्यापि पदस्य योग्यता निर्वाहकत्वम् इत्युक्ते अत्रापि सर्वस्य सर्वत्र आकाशं निरूपयति इति वाक्ये न आकाशं निरूपयति इति वाक्ये सर्वस्यापि पदस्य योग्यता इति वदति चेत् दोषः। द्वितीयविषये तु आर्थिकपदस्य इति वक्तव्यं वा? न अवगतं तत्, न सर्वस्य पदस्य योग्यता पूर्वं कुत्र कुत्र दृष्टं? सर्वस्य सर्वेषां पदार्थानां योग्यता कुत्र अस्ति? प्रथमं कर्तुः योग्यता अस्ति, सर्वविषय सर्वे पदार्थेषु विषयत्वम् अस्ति इति। सर्वेषु पदार्थेषु सर्वेषां पदार्थानां विषयत्वयोग्यता अस्ति इति इति कस्मिन् धातोः विषये अस्माभिः चिन्तितम्? न्यायिष्, हा खलु, इति यथा तत्र चिन्तितम् एवम् इदानीं निरूपयति इति धातुः, नि उपसर्गपूर्वक रूप् धातुः, तत्रापि सर्वस्य पदस्य योग्यता, तर्हि घटं निरूपयति, शब्दं निरूपयति, आकाशं निरूपयति, ईश्वरं निरूपयति इति सर्वम् अत्र वक्तुं शक्यते। इदानीं कुत्र क्लेशः इति अहं वदामि, पदस्य इति उक्तम् अस्ति खलु, तत्र पदार्थस्य इति चेत् न, अत्र सर्वस्यापि इति उक्तं खलु, सर्वस्यापि पदस्य अथवा सर्वपदार्थ सकलपदार्थानां, सकलपदार्थानाम् इति पूर्वमेव उक्तम् इति कृत्वा सर्वस्यापि पदस्य अपि पदेन सर्वे उक्ताः। तर्हि निरूपयति इति धातुतः के पदार्थाः द्वितीयान्तं भवितुम् अर्हति योग्यमस्ति इति चेत् सर्वे पदार्थाः योग्याः एव। अस्तु अग्रे, अर्थमात्रस्य निरूपयितुं शक्यत्वात् अत्र हेतुः केवलम् अर्थं अर्थज्ञानेन अर्थ अवगमनेन निरूपयितुं शक्यत्वात् अतः एव यद् यद् वाक्यं भवत्या इदानीम् उक्तं बुद्धं न बुद्धमेव। आकाशं निरूपयति इति यदा वदामः तदा सर्वे पदार्थाः अपि निरूपयति इति वक्तुं शक्यते, निरूपयति इत्युक्ते निरूपयितुं कर् तादृशप्रयोगं योग्यता अस्ति इति एव खलु महोदय? तत्तु चिन्तितं, तत् समीचीनम्। इदानीम् अर्थमात्रस्य निरूपयितुं शक्यत्वात् इति हेतुः कं, प्रथमं कं प्रति हेतुः? योग्यता यत् इदानीम् उक्तं तं प्रति सम्पूर्णं वदतु। सर्वस्यापि पदस्य निर्वाहकत्वम् इति यदुक्तम्, एकनिमिषं, श्रूयते खलु? श्रूयते वा? श्रूयते महोदय। अस्तु मम ब्लूटूत् मध्ये बेटरि गतम्, एकनिमिषं पश्यामि। अस्तु समीचीनं श्रूयते खलु? अस्तु तर्हि एवमेव वदामि, एकनिमिषम्। तर्हि वाक्यमेवम् अवगन्तव्यं भगिनि, सति वा भगिनि? अत्र सर्वस्यापि अत्र निरूपयति इत्यत्र सर्वस्यापि पदस्य योग्यतानिर्धारकत्वं जातम्। किमर्थं, कः हेतुः इति चेत् अर्थमात्रस्य निरूपयितुं शक्यत्वात्, अर्थमात्रस्य निरूपयितुं शक्यत्वात् इति हेतुः। तेन हेतुना अत्र निरूपयति इति क्रियापदेन सह यं कमपि पदम् अत्र भवितुम् अर्हति अर्थमात्रस्य निरूपयितुं योग्यत्वात्। अत एव अभावं निरूपयति, शिष्यं धर्मं ब्रूते इत्यादि प्रयोगाः युज्यन्ते इति उक्तम्। अभावं निरूपयति, अभावं निरूपयति इत्युक्ते अत्र अभावम् इति अभावीयपदार्थं निरूपयति इति नास्ति, अभावम् इति पदार्थस्य यः अर्थः अस्ति, अभावम् इति पदम्, अभाव इति पदेन यः अर्थः उक्तः सः अर्थः निरूपयितुं शक्यते। अतः एव अत्र लिखितम् अर्थमात्रस्य निरूपयितुं शक्यत्वात्। अत्र मात्रपदेन किं व्यावृत्तं, व्यावृतम् इति चेत् पदनिरूपणं न कर्तुं शक्यते, पदार्थं निरूपयितुं शक्यते इति उक्तम्। अत एव अभावं निरूपयति, शिष्यं धर्मं ब्रूते इत्यत्र भवत्याः चिन्तनं किं, शिष्यं धर्मं ब्रूते इत्यत्र शिष्येण धर्मस्य बोधः भवति इति किमर्थम् अत्र किमर्थम् एतदुदाहरणं चिन्तितम्? शिष्यम् आचार्यः, एकनिमिषम्, आचार्यः शिष्यं धर्मं ब्रूते इति वाक्यस्य परिशीलनं करोतु। शिष्यं धर्मं ब्रूते इत्यत्र ब्रूधातुः अपि ज्ञानविषयक एव, अतः तदपि अत्र तादृशप्रयोगम् अत्रापि द्वितीयान्तपदम् उपयुज्य वक्तुं शक्यते इति तेनापि अर्थबोधः जायते। इदानीमपि तत्र न अवगतवती, प्रथमं मम प्रश्नस्य उत्तरं वदतु। शिष्यं धर्मं ब्रूते आचार्यः इत्यत्र इति वाक्ये कति पदानि सन्ति? शिष्यं नैयायिकशैल्यां वदामि, न नैयायिकशैल्यां त्यजतु, अत्र सामान्यं वदतु। शिष्यं धर्मं ब्रूते आचार्य, अस्तु, अत्र शिष्यम् इत्यस्य का विभक्तिः? शिष्यं धर्मं ब्रूते, शिष्यम् इति द्वितीया विभक्तिः, धर्मम् इत्यस्य प्रथमा विभक्तिः इति मया चिन्तितं। किं तत्रापि द्वितीया विभक्तिः कर्मम् इति भवती न अवगतवती इति अहं ज्ञातवान्, अतः एव आचार्यः इति मया योजितम्। आचार्यः शिष्यं धर्मं ब्रूते, तर्हि इदानीं वदतु अस्य वाक्यस्य वैशिष्ट्यं किम्? अत्र धर्मम् इति द्वितीयान्तपदमस्ति, शिष्यम् इति अपि द्वितीयान्तपदमस्ति, अस्ति, तर्हि इदानीं सविषयकत्वं द्वितीयान्तपदे आगच्छति न, इदानीमपि न आगच्छति। अस्तु, मेहुल् महोदय अथवा रमेश् महोदय वदतु अस्य वाक्यस्य वैशिष्ट्यम्, अस्य उदाहरणस्य वैशिष्ट्यं किम्? द्विकर्मकप्रयोगः अस्ति कर्मपद, उत्तमम् उत्तमं, द्विकर्मकप्रयोगः अत्र, अपि च एकस्मिन् विषयत्वम् अस्ति द्वितीयस्मिन् कर्मत्वम् अस्ति, शिष्ये कर्मत्वम् अस्ति। हा, तर्हि कुत्र कर्मत्वमस्ति, कुत्र विषयत्वमस्ति? शिष्ये कर्मत्वम् अस्ति, धर्मं धर्मे विषयत्वम् अस्ति। उत्तमं महोदय, सत्यभामी अवगतवती खलु? अत्र चिन्तनीयं किमर्थम् एतादृश उदाहरणं दत्तम्। अत्र वस्तुतः किमपि न उक्तम् आचार्येण ग्रन्थकारेण, किन्तु अस्माभिः चिन्तनीया शिष्यं धर्मं ब्रूते इत्यत्र निरूपयति इति धातोः विषये किमपि नास्ति खलु, न्या इति धातुः, शिष्यति धातुः इति अस्ति, किन्तु तर्हि दत्तमस्ति खलु, तदपि न तर्हि रमेश महोदय अत्र शिष्यं धर्मं ब्रूते इत्यत्र शिष्ये कर्मत्वं धर्मे विषयत्वं किन्तु वैयाकरणाः कथं वदन्ति अत्र द्विकर्मकधातूनाम् अस्माभिः अधीतम् अष्टाध्यायीप्रवेशवर्गे वैयाकरणाः अपारः कर्मस्य फलाश्रयः शिष्ये अस्ति न इति मा चिन्तयतु अत्र इतोपि अस्तु अत्र ब्रूते इत्यस्मिन् स्थाने केवलं सारल्यार्थं वदति इति स्वीकरोतु आचार्यः शिष्यं धर्मं वदति इति स्वीकृत्य इदानीम् अस्य वाक्यस्य कर्मणि प्रयोगं वदतु आचार्येण शिष्यं धर्मः आचार्येण शिष्यं धर्मः वद् उच्यते उच्यते अस्तु धर्मः उच्यते शिष्यं धर्मः उच्यते आचार्येण शिष्यं आचार्येण शिष्यं धर्मः उच्यते इत्यत्र किमर्थं शिष्यस्य द्वितीया धर्मस्य प्रथमा किमर्थम् उभयोः प्रथमा नास्ति तत्र न अवगच्छामि किमर्थं न भवान् तु अवगच्छति किन्तु न स्मरति तद् अवगच्छामि परन्तु किमर्थं तादृशं वक्तव्यम् इति मेहुल् महोदय जानाति किम् गौणकर्म अस्ति वा महोदय प्रधानकर्म गौणकर्म इति कर्मद्वयं वैयाकरणानां मतानुसारम् अत्र पृच् दातुं प्रयुज्य वदामश्चेत् पथिकः माणवकम् अथवा आचार्यः माणवकं प्रश्नं पृच्छति इति वाक्यम् माणवकः सारि आचार्यः माणवकं प्रश्नं पृच्छति इत्यत्र माणवकः इति प्रधानकर्म अस्ति प्रश्नम् इति गौणकर्म अस्ति तर्हि यदा कर्मणि प्रयोगः क्रियते तदा सामान्यतया गौणकर्मस्य एव प्रथमा विभक्तिः किमर्थम् इति चेत् प्रधानकर्म कर्मप्रधानमस्ति खलु इति कृत्वा कर्मणि प्रयोगे अपि प्रधानकर्म कर्मत्वं बोधयति इति कृत्वा कर्मत्वं बोधि कर्मत्वं बोधितुं पदस्य द्वितीया एव भवति अत्र पश्यतु विषयत्वं यद् बोधयति तस्य प्रथमा भवति गौणकर्म इत्यतः अतः आचार्येण माणवकं प्रश्नः पृच्छ्यते इति भवति कर्मणि प्रयोगः आचार्येण माणवकं प्रश्नः पृच्छ्यते इति भवति माणवकः प्रश्नः पृच्छ्यते इति न भवति माणवकः प्रश्नं पृच्छ्यते इति अपि न भवति गौणकर्मणः एव सामान्यतया तत्रापि नी वह् इति धातुद्वयमस्ति तत्र मुख्यकर्मणः एव प्रथमविभक्तिः भवति इति इतोपि अपवादः अस्ति भवतु किन्तु व्याकरणवर्गे किमर्थं गौणकर्मणः अत्र प्रथमा विभक्तिः इति न ज्ञातम् इदानीं तस्य उत्तरं लब्धं न्यायवर्गे तस्य उत्तरं लब्धं किमर्थमिति चेत् आचार्यः शिष्यं धर्मं ब्रूते इत्यस्मिन् वाक्ये शिष्ये कर्मत्वम् अम्प्रत्ययस्य अर्थः कर्मत्वं धर्मम् इत्यत्र अम्प्रत्ययस्य अर्थः विषयत्वं तर्हि कर्मत्वम् अम्प्रत्ययस्य यत्र कर्मत्वमस्ति तदेव मुख्यकर्म तदेव प्रधानम् इति कृत्वा कर्मणि प्रयोगे अपि तत् कर्मत्वमेव भवति कर्मत्वं कर्मत्वं बोद्धुं प्रत्ययः एव भवति इति कृत्वा आचार्येण शिष्यं धर्मः उच्यते इति भवति वाक्यम् किं सत्यभामा भगिनि इदानीं मनसि आगतं किं सर्वं महोदय इदानीम् इतोपि एकः प्रश्नः अपि आगतः शिष्यं धर्मम् अत्र द्वौ अपि द्वितीयायां स्तः अतः इदानीम् एकं तु कर्मत्वं बोधयति अन्यं तु विषयत्वं बोधयति इति आगच्छति वा सत्यम् इति आगच्छति इति न तदेव खलु धर्मं ब्रूते इत्यत्र अम्प्रत्ययस्य अर्थः कः इति चेत् विषयः विषयत्वमर्थः शिष्यम् इत्यत्र कर्मत्वमर्थः पलाश्रयः अस्ति शिष्यः ब्रूधातोः पलाश्रयः अस्ति शिष्यः इति कृत्वा शिष्यस्य कर्मत्वं किन्तु धर्मस्य कर्मत्वं नास्ति विषयत्वमस्ति इति कृत्वा सः गौणकर्मः भवति तर्हि अत्र अस्मिन् वर्गे गृहपाठद्वयमस्ति प्रथमं तु तत्र सामान्यवाक्यं यदस्ति घटम् आनय अथवा घटम् आनयति इति वाक्यं तदनन्तरं घटं जानाति इति वाक्यम् एतदेव वाक्यम् इदानीं कर्मणि प्रयोगे उभयत्र कर्मणि प्रयोगे उक्त्वा ज्ञानस्य आकारः कथ इति चिन्तनीयम् एवं तत्र भूधातुः घटः अस्ति इत्यत्र कीदृशप्रयोगः करणीयः अथवा घटेन भूयते इत्यत्र कीद प्रयोगः नास्ति कीदृश अत्र नैयायिकानां मतानुसारं कीदृशज्ञानस्य आकारः कीदृशः कीदृशी इति वक्तव्यम् इति एकः गृहपाठः अनन्तरम् अत्र द्विकर्मकधातूनाम् अत्र वार्तिकमस्ति खलु तद्वार्तिकं स्वीकृत्य सर्वत्र परिशीलनं कुर्मः द्विकर्मकधातुं प्रयुज्य कर्मद्वयम् उक्त्वा तत्र सर्वत्र कुत्र कर्मत्वं जायते कुत्र विषयत्वं जायते तर्हि कस्य प्रथमविभक्तिः भवति इति एतत् सर्वम् अस्माभिः चिन्तयितुं शक्यते अनन्तरं वाट्साप् ग्रूप् मध्ये अहं प्रेषयिष्यामि समीचीन अभ्यासः भवति एतत् व्याकरणम् अवगन्तुम् अपि च व्याकरणनियमः किमर्थम् एतादृशं किमर्थं गौणकर्मणः प्रथमाविभक्तिविधानम् इति बोद्धुम् एषः अभ्यासः महान् उपयोगाय भवति इति कृत्वा अनन्तरं वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि तर्हि चिन्तनीयम् अत एव अभावं निरूपयति शिष्यं धर्मं ब्रूते इति उदाहरणं किमर्थमत्र दत्तम् इति चेत् द्विकर्मकधातुः अस्ति कर्मद्वयमस्ति एकत्र कर्मत्वमर्थः अन्यत्र विषयत्वमर्थः इति एतत् सर्वं बोधं किन्तु एवमेव तत्र ग्रन्थकारेण दत्तम् अस्माभिः चिन्तनीयमस्ति अस्तु बहु समीचीनम् तर्हि इदानीं रमेश महोदय अग्रे पठति वा गगनादौ आम् महोदय गमनादौ द्रव्यस्येव कर्मत्वयोग्यत्वम् एतद् भिन्नः च प्रसिद्धाः सकर्मकधातवः ते हि न केवलं व्यापारं क्रियारूपं बोधयन्ति किन्तु तज्जन्यं फलमपि गम् धातोः अन्यदेशसंयोगजनकव्यापारबोधकता असकृत् आवेदित एव असकृत् आवेदित इत्युक्ते बहुवारम् अस्माभिः प्रतिपादितम् इति अनेक विध अनेकविधग्रन्थपर्यालोचनया च इदम् अत्र अस्माभिः गृहीतं यत् दातवः तादृशं व्यापारं बोधयन्ति यः अन्ततः संयोगनाशं विभागनाशं स्वत्वनाशं वा जनयति अन्यानि अपि वा क्रियाजन्यफलानि स्युः एतद् भिन्नाः च प्रसिद्धाः सकर्मकदातवः उपरि दत्तं यद् उपरि दत्तमस्ति तेषां भिन्नाः प्रसिद्धाः सकर्मकदातवः पूर्वस्मिन् पाठे केषां विषये चिन्तनं कृतम् निरूप इति दातु आसीत् इति दातु आसीत् तदेव वा के ते सर्वे कीदृशदातवः ते अकर्मकदातवः परन्तु ब्रू इति अकर्मकः न आसीत् खलु निरु सत्यं इति द्विकर्मकः अस्ति द्विकर्मः भवतु किन्तु पूर्वं भू इति धातोः भू आदि दातवः चिन्तिताः ये अकर्मकाः अपि च इष् अपि च ज्ञा इति धातुः धातुद्वयं स्वयम् अकर्मकाः किन्तु तेषां कर्म भवत्येव तदनन्तरम् उपसर्गपूर्वकरूप् धातुः तदनन्तरं कृ धातुः इति एते धातवः चिन्तिताः ये सर्वे सामान्यतया अकर्मकदातवः सन्ति इत्युक्ते तत्र आकाङ्क्षा वर्तते कृ इति धातुः सकर्मकदातुः एव रूप् इति धातुः कीदृशदातुः सकर्मकः वा अकर्मकः वा पश्यामि इदानीम् एकनिमिषम् रूप् रूप इति धातुः चुरादिगणीयधातुः सकर्मकधातुः अस्ति चुरादिगणीयसकर्मकधातुः अस्ति तथापि अत्र निरूपयति उपसर्गपूर्वकरूपधातुः अत्र द्वितीया आकाङ्क्षा अस्ति इति कृत्वा द्वितीया भवत्येव इति एतादृशचिन्तनं कृतम् इदानीम् एतद्भिन्नाः इत्युक्ते इष् ज्ञा भू इत्यादयः नि उपसर्गपूर्वकरूपधातुः अपि च कृ धातुः इति एतेषां धातूनां भिन्नाः प्रसिद्धाः केचन सकर्मकधातवः सन्ति अग्रे तैः न केवलं व्यापारं क्रियारूपं बोधयन्ति किन्तु तज्जन्यं फलमपि तर्हि ते इत्युक्ते के सकर्मकदातवः न केवलं व्यापारं क्रियारूपं बोधयन्ति तर्हि व्यापारं तेषां तेषु अस्ति परन्तु तज्जन्यं फलमपि तेषां ते बोधयन्ति अकर्मकधातुः किं बोधयति इति चेत् केवलं व्यापारमेव बोधयन्ति किन्तु सकर्मकधातुः व्यापारं तत् फलम् उभयमपि बोधयति अस्तु अग्रे गं धातोः अन्यदेशसंयोगजनकव्यापारबोधकता असकृद्वेदिता एव तर्हि गम् यद् धातुः अस्ति तद् अन्यदेशसंयोगजनकव्यापारः तस्मिन् अस्ति तद् व्यापारः कः फलं किम् व्यापारः अन्यदेशसंयोगः इति व्यापारः न अन्यदेशसंयोगः इति फलम् फलम् अस्ति वा व्यापारो अन्यदेशसंयोगः इति फलं यदि अहं गमनं करोमि तदा किं फलं लभ्यते नूतनदेशसंयोगः लभ्यते हा खलु तर्हि अन्यदेशसंयोगं संयोगः इति फलं व्यापारं तु यत्किमपि गमनमित्येव व्यापारम् इति व्यापारं क्रिया इति व्यापारं भवति सत्यं गमनक्रिया इति व्यापारः अपि च तस्य फलम् अन्यदेव संयोगः इति उभयमपि व्यापारं च तस्य फलम् उभयमपि गम् इति धातुना बोध्यते इति असकृदेव आवेदितम् अस्तु अग्रे अनेकविधग्रन्थपर्यालोचनया च इदं मा इदम् अत्र अस्माभिः गृहीतम् अनेकविधग्रन्थपर्यालोचनया च इदम् अत्र अस्माभिः गृहीतं यत् धातवः तादृशं व्यापारं बोधयति यः अन्ततः तर्हि बहुग्रन्थेषु एतत् सर्वम् अस्ति इति वा न अत्र बहुषु ग्रन्थेषु प्रत्येकं बहुग्रन्थस्य पठनं कृत्वा एतत् सर्वम् अवगतम् इति वा न बहुषु ग्रन्थेषु अत्र चिन्तनं कृतं तत्सर्वं सङ्गृह्य अन्ततो गत्वा किं वक्तुं शक्यते इति चेत् धातुः सकर्मकधातुः व्यापारं बोधयति किन्तु किं फलं बोधयति इति चेत् भिन्नभिन्नफलमिति नास्ति अन्ततो गत्वा षट् फलानि एव सन्ति अवगतवान् तानि फलानि कानि संयोगं संयोगनाशनम् अस्तु संयोगम् इति चिन्तयेम संयोगं केन धातुना लभ्यते अथवा संयोगम् इति फलं कस्य धातोः गम गम् इति धातुः अस्ति उत्तमं तर्हि गम् इति धातुः उदाहरणत्वेन स्वीकर्तुं शक्यते गम् इति धातोः फलं संयोगः केवलं छल् इति धातोः एवं छल् इति धातोः चलनं चलति खलु तदपि संयोगमेव गच्छति संयोगमेव तदनन्तरम् इति एतादृशं बहूनि धातवः गत्यर्थकधातवः सन्ति येषां सर्वेषां धातूनां संयोगमेव फलम् अस्तु अग्रे संयोगनाशं तत्र एकम् उदाहरणं वदतु आगच्छति इति यत् उपयोगं कुर्मः तद् आगच्छति अपि संयोगानुकूलव्यापारः एव संयोगनाशम् अपि बोधयति संयोगानुकूलति अस्तु न आगच्छति इति नास्ति संयोगनाशम् कपालद्वयोः मध्ये संयोगः अस्ति तदा घटः जायते इदानीं घटस्य नाशं करणीयं चेत् कथं करोति ताडनं कृत्वा नाशं कर्तुं तर्हि अत्र ताड् इति धातुः संयोगनाशं करोति खलु ताडयति नय अपि धातु संयोगनाशं करोति सत्यं नयति इति संयोगनाशम् इतः तत्र गच्छति खलु अत्र गमनक्रिया अपि वक्तुं शक्यते अत्रापि किमर्थमिति चेत् गमनक्रियया न अत्र क्रियया विभागः जायते विभागेन संयोगनाशः जायते तदनन्तरं नूतनसंयोगः तदनन्तरं क्रियानाशः इति प्रक्रिया खलु भवतु कुत्र अत्र ताडयति अथवा नाशयति नश्यति धातुः एव स्वीकुर्मः नश्यति धातुः नश्यति धातोः फलं किं संयोगनाशः भवितुमर्हति खलु घटः नश्यति इदानीं फलं किं संयोगनाशः यत्र ध्वंसः भवति तत्र नाशः भवति खलु सत्यं किन्तु धातुः कः इति मया पृष्टं नश् इति दातु उदाहरणार्थं सर्वत्र उदाहरणं वक्ते वदेम संयोगम् इत्यस्य उदाहरणमस्ति गम् संयोगनाशः इत्यस्य उदाहरणमस्ति नश् इति दातुः अस्तु अग्रे महोदय विभागं भज् इति दातुः भज् इति दातु खलु भज् इति दातुः भज्यते इति वदामश्चेत् भज विभागः जायते अस्तु विभागनाशं संयोगः युज् इति दातु विभागनाशनं करोति उत्तमं युज् केवलं चिन्तनार्थम् अत्र अत्र दोषेन उक्तं चेदपि अत्र क्लेशः नास्ति किन्तु एतादृशं स्वीक अत्र श्रेणीकर्तुं शक्यते इति अन्ततो गत्वा द्विसहस्रदातवः सन्ति तेषु प्रायः अधिकाधिकं सकर्मकदातवः एव सन्ति अकर्मकदातवः न्यूनाः तर्हि सर्वेषां सर्वे सर्वान् सकर्मकधातून् स्वीकृत्य यदि अत्र अस्य धातोः फलं किम् अस्य धातोः फलं किम् इति विभजनं कुर्मश्चेत् तदेव अदि अनेकविधग्रन्थेषु पर्यालोचनं कृतम् अन्ततो गत्वा अत्र एषः धातुः संयोगम् अस्य धातोः फलं संयोगः अस्य धातोः फलं संयोगनाशः अस्य धातोः फलं विभागः अस्य धातोः फलं विभागनाशः अस्तु अग्रे स्वत्वं स्वत्वं तद् न बुद्धं महोदय स्वत्वम् इति मयापि किञ्चित् चिन्तनीयमत्र स्वत्वं स्वत्वं स्वत्वम् इति फलम् स्वत्वं जनयति अत्र प्रायः भू इति दातु भू इति धातुः सकर्मकधातुः नास्ति उत्पादं यदा भवति तत्र स्वत्वम् इति वा भवितुमर्हति घटः उत्पद्यते खलु उत्पद्यते तर्हि उत् उपसर्गपूर्वक पद् धातुः पद् धातुः भवतु अत्र चिन्तयेम किन्तु एतादृशचिन्तनम् अर्हम् इति बोद्धुं स्वत्वं स्वत्वनाशं वा जनयति तर्हि अत्र ग्रन्थकारः किं वदति अन्ततो गत्वा सर्वे सकर्मकदाता सर्वेषां सकर्मकधातूनां फलं येषु षट्सु फलेषु अन्तर्भूतं भवति यथा लोके ये पदार्थाः सन्ति तेषां सप्तपदार्थाः इति विभजनं कृतं तथा सर्वेषां फलानां विभजनं कृतम् आहत्य अत्र षट् फलानि एव भवन्ति इति उक्तम् अस्तु अत्र स्थगयेम समयः जातः इतोपि अग्रे अन्यापि वा क्रियाजन्यफलानि स्युः इतो इत्युक्ते अधिकाधिकम् एतानि षट् फलानि एव भवन्ति किन्तु इतोपि अन्यानि अपि क्रियाजल क्रियाजन्यफलानि स्युः इति उक्तम् अपवादत्वेन अस्तु अत्र स्थगयेम सर्वेभ्यो नमस्कारः धन्यवादः